सप्तमोऽध्यायः योगिनामपि सर्वेषां मद्गतेन अन्तरात्मना श्रद्धावान् भजते यो मां समीयुक्ततमो मतः इति प्रश्नबीजम् उपन्यस्य स्वयमेव ईदृशं मदीयं तत्त्वम् एवं मद्गतान्तरात्मा स्यात् इति एतद्विवक्षुः श्रीभगवानुवाच श्रीभगवानुवाच मय्यासक्तमनः पार्थ योगं युञ्जन्मधाश्रयः असंशयं समग्रह्म यथा ज्ञास्यसि तच्छृणु मयि वक्ष्यमाणविशेषणे परमेश्वरे आसक्तं मनः यस्य सः मय्यासक्तमनः हे पार्थ योगं युञ्जन् मनःसमाधानं कुर्वन् मदाश्रयः अहमेव परमेश्वरः आश्रयस्य सः मदाश्रयः यो हि कश्चित् पुरुषार्थेन केनचित् अर्थी भवति स तत्साधनं कर्म अग्निहोत्रादि तपः दानं वा किञ्चित् आश्रयं प्रतिपद्यते अयं तु योगी मामेव आश्रयं प्रतिपद्यते हित्वा अन्यत् साधनान्तरं मयि एव आसक्तमनः भवति यः त्वम् एवं भूतस्सन् असंशयं समग्रं समस्तं विभूतिबलशक्त्यैश्वर्यादिगुणसम्पन्नं मां यथा येन प्रकारेण ज्ञास्यति संशयमन्तरेण एवमेव भगवान् इति तच्छृणु उच्यमानं मया तच्च मद्विषयं ज्ञानं तेऽहं सविज्ञानम् इदं वक्ष्याम्यशेषतः यज्ञात्वानेह भूयोऽन्यत् ज्ञातव्यमवशिष्यते ज्ञानं ते तुभ्यम् अहं सविज्ञानं विज्ञानसहितं स्वानुभवयुक्तम् इदं वक्ष्यामि कथयिष्यामि अशेषतः कार्त्स्न्येन तज्ज्ञानं विवक्षितं स्तौति श्रोतुः अभिमुखीकरणं यज्ञानं ज्ञात्वा न इह भूयः पुनः अन्यज्ञातव्यं पुरुषार्थसाधनम् अवशिष्यते न अवशिष्टं भवति इति मत्तत्त्वज्ञो यः सः सर्वज्ञो भवति इत्यर्थः अतो विशिष्टफलत्वात् दुर्लभं ज्ञानं कथम् इत्युच्यते मनुष्याणां सहस्रेषु कश्चिद्यततिसिद्धये यततामपि सिद्धानं कश्चिन्मां वेत्ति तत्त्वतः मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चिद्यतति प्रयत्नं करोति सिद्धये सिद्ध्यर्थम् तेषां यततामपि सिद्धानां सिद्धा एव हि ते ये मोक्षा यतन्ते तेषां कश्चित् एव हि मां वेत्ति तत्त्वतः यथा श्रोतारं प्ररोचनेन अभिमुखीकृत्याहं भूमिरापो नलो वायुः कं मनो बुद्धिरेव च अहङ्कार इति यं मे भिन्ना प्रकृतिरष्टध भूमिः इति पृथिवी तन्मात्रमुच्यते न स्थूल भिन्ना प्रकृतिरष्टध इति वचनात् तथा अबाधयोपि तन्मात्राणि एव उच्यन्ते आपः अनलः वायुः खं मनः इति मनसः कारणम् अहङ्कारगृह्यते बुद्धिः इति अहङ्कारकारणं महत्तत्त्वम् अहङ्कारः इति अविद्यासंयुक्तम् अव्यक्तम् यथा विषसंयुक्तम् अन्नं विषमित्युच्यते एवम् अहङ्कारवासनावत् अव्यक्तं मूलकारणम् अहङ्कारः इत्युच्यते प्रवर्तकत्वात् अहङ्कारस्य अहङ्कार एव हि सर्वस्य प्रवृत्तिबीजं दृष्टुं लोके इतीयं यथोक्ता प्रकृतिः मे मम ऐश्वरी मायाशक्तिः अष्टधा भिन्नभेदमागता अपारेयमिधस्त्वन्यम् प्रकृतिं विद्धि मे परां जीवभूतां महाबाहो ययेदं धार्यते जगत् अपरा न परा निकृष्ट अशुद्ध अनर्थकरी संसारबन्धनात्मिका इयम् इतः अस्याः यथोक्तायाः तु अन्या विशुद्धां प्रकृतिं मम आत्मभूतां विद्धि मे परां प्रकृष्टां जीवभूतां क्षेत्रज्ञलक्षणां प्राणधारणनिमित्तभूतां हे महाभव यया प्रकृत्या इदं धारिते जगन् अन्तः प्रविष्टय एतद्योनीनि भूतानि सर्वाणीत्युपधारय अहं कृष्णस्य जगतः प्रभवः प्रलयस्तथा एतद्योनीनि एते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रभृति योनिः येषां भूतानां तानि एतद्योनीनि भूतानि सर्वाणि इति एवमुपधारय जानीहि यस्मात् मम प्रकृतियोनिः कारणं सर्वभूतानाम् अतः अहं कृष्णस्य समस्तस्य जगतः प्रभवः उत्पत्तिः प्रलयः विनाशः तथा प्रकृतिद्वयद्वारेण अहं सर्वज्ञः ईश्वरः जगतः कारणमित्यर्थः यतः तस्मात् मात्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव मत्तः परमेश्वर परतरम् अन्यत् कारणान्तरं किञ्चित् नास्ति न विद्यते अहमेव जगत्कारणमित्यर्थः हे धनञ्जय यस्मादयं तस्मात् मयि परमेश्वरे सर्वाणि भूतानि सर्वमिदं जगत् प्रोतम् अनुस्यूतम् अनुगतम् अनुविद्धं ग्रथितम् इत्यर्थः दीर्घतन्तुषु पडव सूत्रे च मणिगणा इव केन केन धर्मेण विशिष्टे त्वयि सर्वमिदं प्रोतम् इत्युच्यते रसोऽहमप्सु कौन्तेय प्रभास्मि शशिशून्ययोः प्राणवः सर्ववेदेषु शब्दख्ये पौरुषं ऋषु रसः अहम् अपां यः सारः सरसः तस्मिन् रसभूते मयि आपः प्रोतः इत्यर्थः एवं सर्वत्र यथा अहम् अप्सुरसः एवं प्रभा अस्मि शहिसूर्ययोः प्रणवः सर्ववेदेषु तस्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोतः तथा के आकाशे शब्दः सारभूतः तस्मिन् मयि खं प्रोतम् तथा पौरुषं पुरुषस्य भावः पौरुषं यतः पुंबुद्धिः नृषु तस्मिन् मयि पुरुषः प्रोतः पुण्यो गन्धः पृथिव्याञ्च तेजश्चास्मि विभावसौ जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु पुण्यः सुरभिः गन्धः पृथिव्यां च तस्मिन् मयि गन्धभूते पृथिवी प्रोत पुण्यत्वं गन्धस्य स्वभावत इव पृथिव्यां दर्शितम् अबादिषु रसादेः पुण्यत्व उपलक्षणार्थम् अपुण्यत्वं तु गन्धादीनाम् अविद्या अधर्मादि अपेक्षं संसारिणां भूतविषयसंसर्गनिमित्तं भवति तेजश्च दीप्तिश्च अस्मि विभावसौ अग्नौ तथा जीवनं सर्वभूतेषु येन जीवन्ति सर्वाणि भूतानि तज्जीवनं तपश्च अस्मि तपस्विषु तस्मिन् तपसि मयि तपस्विनः प्रोतः बीजं मां सर्वभूतानां विद्धि पार्थसनातनं बुद्धिं बुद्धिमतामस्मि तेजस्तेजस्विनामहम् बीजं प्ररोहकारणं मां विद्धि सर्वभूतानां हि पार्थ सनातनं चिरन्तनं किञ्च बुद्धिः विवेकशक्तिः अन्तःकरणस्य बुद्धिमतां विवेकशक्तिमतामस्मि तेजः प्रागल्भ्यं तद्वतां तेजस्विनाम बलं बलवतां चाहं कामरागविवर्जितं धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ बलं सामर्थ्यं ओजो बलवतामः तच्च बलं कामरागविवर्जितं कामश्च रागश्च कामराग कामः तृष्णा असन्निकृष्टेषु विजयेषु रागो रञ्जनप्राप्तेषु विजयेषु ताभ्यां कामरागाभ्यां विवर्जितं देहादिधारणमात्रार्थं बलं सत्त्वमहमस्मि न न तु यत् संसारिणां तृष्णारागकारणं किञ्च धर्म अविरुद्धः धर्मेण शास्त्रार्थेन अविरुद्धो यः प्राणिषु भूतेषु कामः यथा देहधारणमात्रादर्थः अशनपानादिविषयः सः कामः अस्मि हे वरदर्शक किञ्च ये चैव सात्विका भावाः राजसास्तामसाश्च ये मत्त एवेति तान् विद्धि नत्वहं तेषु ते मयि ये चैव सात्विकाः सत्त्वनिर्वृत्ताः भावाः पदार्थाः राजसाः रजोनिर्वृत्ताः तामसाः तमोनिर्वृत्ताश्च ये केचिन् प्राणिनां स्वकर्मवशात् जायन्ते भावाः तान् मत्त एव जायमानानिति एवं विद्धि सर्वान् समस्तानेव यद्यपि ते मत्तः जायन्ते तथापि न तु अहं तेषु तदधीनः तद्वशः यथा संसारिणः ते पुनः मयि मद्वशः मदधीनः एवं भूतमपि परमेश्वरं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वभूतात्मानं निर्गुणं संसारदोषबीजप्रदाहकारणं मां नाभिजानाति जगत् इति अनुक्रोशं दर्शयति भगवान् तच्च किं निमित्तं जगतः अज्ञानम् इत्युच्यते त्रिभिर्गुणमयैर्भावैः येभिः सर्वमिदं जगत् मोहितं नाभिजानाति मामेभ्यः परमव्ययम् त्रिभिः गुणमयैः गुणविकारैः रागद्वेषमोहादिप्रकारैः भावैः पदार्थैः येभिः यथोक्तैः सर्वमिदं प्राणिजातं जगन् मोहितम् अविवेकतामापादितं स न अभिजानाति मां येभ्यः यथोक्तिभ्यः गुणेभ्यः परं व्यतिरिक्तं विलक्षणं च अव्ययं व्ययरहितं जन्मादिसर्वभावविकारवर्जितम् इत्यर्थः